दशमः खण्डः। पुनः ब्रह्मविद्यां प्रकारान्तरेण वक्ष्यामीति आरभते, गतिं च तद्विदो अग्निविद्यां च। आख्यायिकपूर्ववतो श्रद्धातपसोः ब्रह्मविद्यासाधनत्वप्रदर्शनार्थ। उपकोसलो वैकामदायिनः सत्यकामे जाबाले ब्रह्मचर्मिवास तस्य द्वादशवर्षाणि अग्निं परिचचार सहस्म अन्यान्तेवादिनः समावर्तयगम् स्थगम् अस्मैव न समावर्तयति। उपकोसलोभवै नाम कमलस्य अपत्यं कमलायन सत्यकामे जयबाले ब्रह्मचर्यं वास तस्य ह ऐतिह्यर्थः। तस्य आचार्यस्य द्वादशवर्षाणि अग्निन् परिचचार अग्नीनां परिचरणं कृतवान् सः। अस्म आचार्यः अन्यान् ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयन् तम् एव उपकोसलमेकं न समावर्तयति स्म। तं जायो वाच तप्तो ब्रह्मचारी कुशलम् अग्निन् परिचचारीन् मा त्वाग्निः परिप्रवोचन् प्रब्रूहि अस्म इति तस्मै अप्रोच्यैव प्रवासाञ्चक्रे। तम् आचार्यं जाय उवाच तप्तो ब्रह्मचारी कुशलं सम्यक् अग्निन् परिचचारीत् परिचरितव भगवांश्च अग्निषु भक्तं न समावर्तयति अतः अस्मद्भक्तं न समावर्तयति इति ज्ञात्वा त्वामग्नेः मा परिप्रवोचन् गर्हां तव मा कुर्युः अतः प्रब्रूहि अस्मै विद्याम् इष्टाम् उपकोसलाय इति। तस्मै इयं जाय उक्तोऽपि ह अप्रोच्य एव अनुक्त्वा एव किञ्चित् प्रवासञ्चक्रे प्रवसितव। सह व्याधिना अनशितुं दद्रे तम् आचार्ययायोवाच ब्रह्मचारिन्नशान किं नु न अश्नासीति। सहोवाच बहवैमि अस्मिन् पुरुषे कामः नानात्य व्याधिभिः प्रतिपूर्णोऽस्मि न शिष्यामीति। सः उपकोसलः व्याधिना मानसेन दुःखेन अनशितुम् अनशनं कर्तुं दद्रे धृतवान् मनः। तं तूष्णीम् अग्न्यागारे अवस्थितम् आचार्ययायोवाच हे ब्रह्मचारिन् अशान भुङ्क्ष्व किं नु कस्मान्नु कारणात् न अश्नासि इति। सः उवाच बहवः अनेके अस्मिन् पुरुषे अकृतार्थे प्राकृते कामाः इच्छा कर्तव्यं प्रति नाना अत्ययः अतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां ते नानात्ययः व्याधयः कर्तव्यताप्राप्तिनिमित्तानि चित्तदुःखानि इत्यर्थः। तैः प्रतिपूर्णोऽस्मि अतो नाशिष्यामि इति। अतः अग्नेः समुदिरे तप्तो ब्रह्मचारी कुशलं न पद्यचारी धन्तस्मै प्रभ्रवामीति तस्मै होजुः प्राणो ब्रह्म कं ब्रह्म कं ब्रह्मेति। उक्त्वा तूष्णीं भूते ब्रह्मचारिणीम् अतः अग्नेः शुश्रूषया आवर्जिताः कारुण्याविष्टाः सन्तः। त्रयोपि समुदिरे सम्भूय उक्तवन्तः अन्त इदानीम् अस्मै ब्रह्मचारिणी अस्मद्भक्ताय दुःखिताय तपस्विने श्रद्धदानाय सर्वे अनुशास्मः अनुप्रभ्रवाम ब्रह्मविद्या इति एवं सम्प्रदार्य तस्मै ह ऊचुः उक्तवन्तः प्राणो ब्रह्म कं ब्रह्म कं ब्रह्म इति। सहोवाच विजानामि अहं यत् प्राणो ब्रह्म कं च तु खं च न विजानामि इति ते वोचुं यद्वावकं तदैव खं यदैव खं तदैव खम् इति प्राणं च ह अस्मै तदाकाशं च ऊचुः। सः उवाच ब्रह्मचारी विजानामि अहं यद्भवद्भिः उक्तं प्रसिद्धपदार्थकत्वात् प्राणो ब्रह्म इति। सः यस्मिन् सति जीवनं यदपगमे च न भवति तस्मिन् वायुविशेषे लोके रूढः अतः युक्तं ब्रह्मत्वं तस्य। तेन प्रसिद्धपदार्थकत्वात् विजानामि अहं यत् प्राणो ब्रह्म इति। कं च तु खं च न विजानामि इति। ननु कं खं शब्दयोरपि सुखाकाशविषयत्वेन प्रसिद्धपदार्थकत्वमेव कस्मात् ब्रह्मचारिणो अज्ञानं। नूनं सुखस्य खं शब्दवाच्यस्य क्षणप्रध्वंसित्वात् खं शब्दवाच्यस्य च आकाशस्य अचेतनस्य कथं ब्रह्मत्वम् इति मन्यते। कथं च भगवतां वाक्यम् अप्रमाणं स्यात् इति। अतो न विजानामि इत्यतः तं एवम् उक्तवन्तं ब्रह्मचारिणं तेह अग्नेः ऊचुः यद्वा वा यदेव वयं खम् अवोचाम तदैव खम् आकाशम् इत्यं खेन विशेष्यमाणं खम् विषयेन्द्रियसंयोगजातो सुखात् निवर्तितं स्यात्। नीलेनैव विशेष्यमाणम् उत्पलं रक्तादिभ्यः। यदेव खम् इति आकाशम् अवोचाम तदेव च खं सुखमिति जानीय। एवं च सुखेन विशेष्यमाणं खं भौतिका तु अचेतनात् खातु निवर्तितं स्यात्। नीलोत्पलवदेव सुखम् आकाशस्थं न इतरलौकिकम्, आकाशं च सुखाश्रयं न इतरतो भौतिकम् इत्यर्थः। ननु आकाशं चेत् सुखेन विशेषयितुम् इष्टम्, अस्तु अन्यतरदेव विशेषणं यद्वा कं तदेव कम् इति अतिरिक्तम् इतरतु यदेव कं तदेव कम् इति पूर्वविशेषणं वा। ननु सुखाकाशयोः उभयोरपि लौकिकसुखाकाशाभ्यां व्यावृत्तिः इष्टा इति अवोचाम। सुखेन आकाशे विशेषते व्यावृत्तिः उभयोः अर्थप्राप्ता एव इति चेत् सत्यमेव, किन्तु सुखेन विशेषितस्यैव आकाशस्य अध्येयत्वं विहितं, न तु आकाशगुणस्य विशेषणस्य सुखस्य अध्येयत्वं विहितं स्यात्। विशेषण उपादानस्य विशेषनियन्तृत्वेनैव उपक्षयत्, अतः केन सुखमपि विशेष्यते ध्येयत्वाय, कुतश्च एतन्निश्चीयते। कं शब्दस्यापि ब्रह्मशब्दसम्बन्धः, कं ब्रह्मेति। यदि हि सुखगुणविशिष्टस्य खस्य ध्येयत्वं विवक्षितं स्यात् कं खं ब्रह्मेति ब्रूयुः अग्निः प्रथमं, न च इयम् उक्तवन्तः किं तर्हि कं ब्रह्म खं ब्रह्मेति। अतः ब्रह्मचारिणो मोह अपनयनाय कं खं शब्दयोः इतरेतरविशेषणविशेष्यत्वनिर्देशयुक्त एव यद्वावकमित्यादि। तदेतद् अग्निभिः उक्तं वाक्यार्थम् अस्मद्बोधाय श्रुतिराः। प्राणञ्च अस्मै ब्रह्मचारिणे तस्य आकाशः तदाकाशः, प्राणस्य सम्बन्धी आश्रयत्वेन हार्द आकाश इत्यर्थः, सुखगुणवत्त्वनिर्देश। तं च आकाशं सुखगुणविशिष्टं ब्रह्म तस्थं च प्राणं ब्रह्मसम्पर्कादेव ब्रह्म इति उभयं प्राणं च आकाशं च समुचित्य ब्रह्मणि ऊचुः अग्नयः इति दशमखण्डभाष्यम्। एकादशखण्डः। अत हैनं गार्हपत्यानुषजाता पृथिवी अग्निः अन्नमादित्येति य एषादित्ये प्रचोदृच्यते सोऽहमस्मि स एव अहमस्मीति। सम्भूय अग्नेः ब्रह्मचारिणे ब्रह्म उक्तवन्तः। अथ अनन्तरं प्रत्येकं स्वस्वविषयां विद्यां वक्तुम् आरेभिरे। तत्र आदौ येन ब्रह्मचारिणं गार्हपत्यः अग्निः अनुषजात पृथिव्यग्निरन्नमादित्येति मम एतः चतस्रः तनवः। तत्र य आदित्ये एष पुरुषो दृश्यते सोऽहमस्मि गार्हपत्योऽग्निः, यश्च गार्हपत्योऽग्निः स एव अहम् आदित्यपुरुषोऽस्मि इति पुनः परावृत्य स एव अहमस्मि इति वचनं। पृथिवी अन्नयोरिव बोध्यत्वलक्षणयोः सम्बन्धो न गार्हपत्यादित्ययो। अतृत्वभक्तृत्वप्रकाशनधर्म अविशिष्ट इत्यतः एकत्वमेव अनयोः अत्यन्तं, पृथिव्यन्नयोस्तु भोज्यत्वेन अभ्यं सम्बन्धः। स एतमेव विद्वान् उपास्ते अपहते पापकृत्यां लोकी भवति सर्वमायुरेति जो जीवति नास्य अवरपुरुषाः क्षीयन्त उपवयं तं गुञ्जामो अस्मिंश्च लोके अमुष्मिंश्च ये एतमेव विद्वान् उपास्ते। स यः कश्चिद् एवं यथोक्तं गार्हपत्यम् अग्निम् अन्न अन्नादत्वेन चतुर्धा प्रयुक्तम् उपास्ति सो अपहते विनाशयति पापकृत्यां पापं कर्म, लोकी लोकमांश्च अस्मदीयेन लोकेन आग्नेयेन तद्वान् भवति यथा वयम्। इह च लोके सर्वं वर्षशतम् मायुरेति प्राप्नोति जो उज्ज्वलं जीवति न अप्रख्यातः इत्येतत्, न चास्य अवराश्च ते पुरुषाश्च अस्य विदुषः सन्ततिजा इत्यर्थः, न क्षीयन्ते सन्तति उच्छेदो न भवति इत्यर्थः। किं च तं वयम् उपभुञ्जामः पालयामः अस्मिंश्च लोके जीवन्तम् अमुष्मिंश्च परलोके। य एतम् एवं विद्वान् उपास्ते यथोक्तं तस्य तत्फलम् इत्यर्थः इति एकादशखण्डभाष्यम्। द्वादशखण्डः। अथ हैनमन्वहरिपचनो अनुशास आपो दिशो नक्षत्राणि चन्द्रमायति येषु चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एव अहमस्मीति। स एतमेव विद्वान् उपास्ते अपहते पापकृत्यां लोके भवति सर्वमायुरेति जो जीवति नास्य अवरपुरुषः क्षीयन्त उपवयं तं मुञ्जामस्मिंश्च लोकेऽमुष्मिंश्च ययेतुमेवं विद्वानुपास्थेयम्। अतः एनम् अन्वाहनिपचन अनुशासः दक्षिणाग्निः आपो दिशो नक्षत्राणि चन्द्रमा इति एतामहं चतस्रः तनवः चतुर्थ अहम् अन्वाहनिपचने आत्मानं प्रयुज्य अवस्थितः। तत्र एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एव अहमस्मि इति पूर्वत् अन्नसम्बन्धात् ज्योतिष्टुसामान्याच्च अन्वाहनिपचन चन्द्रमसो एकत्वं दक्षिणदिक्सम्बन्धाच्च अपां नक्षत्राणां च पूर्वतो अन्वत्वेनैव सम्बन्धः। नक्षत्राणां चन्द्रमसो भोग्यत्वप्रसिद्धे अपाम् अन्नोत्पादकत्वात् अन्नत्वं दक्षिणाग्नेः पृथिवीत्ववत् गार्हपत्यस्य समानमन्यत इति द्वादशखण्डभाष्यम्।